नमस्कारः भगिनि. नमस्कारः. भवती भारतीय अस्ति? अहं तु गमिष्यामि भगिनि, अग्रिमसप्ताहे गमिष्यामि. भवती अपि गमिष्यति वा भारतं? श्रोतुं न शक्नोमि भगिनि, पुनः वदतु. द्वाविंशति दिनात् अहं तु किमस्ति एकादशदिने अहं गमिष्यामि, दिनाङ्के गमिष्यामि. अस्तु, अहं इति अहं पूर्वं निश्चितवती, तदनन्तरम् आहूय एकादशदिने अहं परिवर्तितं मया. कुत्र कियत्पर्यन्तं भवति तत्र? ओ, अत्र वर्गे वा? अस्माकं वर्गे न, भारतदेशे. ओ, अहं तु एप्रिल् 7th पर्यन्तं तत्र भवामि. अहमपि मार्च्, एण्ड् आफ् मार्च् 20. समीचीनम्. दक्षिणभारतम् आयाति तर्हि निश्चयेन सूचयतु भगिनि, मम गृहं निश्चयेन आयातु. मणिमहोदय अपि तत्रैव अस्ति, द्रष्टुं शक्नोति. हेमा भगिनी अपि. नमस्कारः महोदय. नमस्कारः महोदय. नूतनवर्ष शुभाशयः. धन्यवादः. आवयोः भारतप्रवासस्य विषये अधुना चर्चां कुर्वन्तः स्मः महोदय. अहमपि आयास्यामि, भगिनी अपि आयास्यति इति मन्ये. भगिनी कुत्र गच्छति भगिनि? अहं मुम्बै देश मुम्बै नगरे. कुत्र गच्छामि वा न, मम भगिनी सम्यक् नास्ति, तस्य आरोग्यं तस्य आरोग्यम् आम् महोदय. पुनः स्मरणं कृतवान् भुवादिगणात् आरभ्य क्रियादिगणपर्यन्तं तत् तद् उर्णु विजोवे तावत्पर्यन्तं. बहु किमपि आसीत् खलु तत्र. प्रथमं सः उक्तवान् एकमेकम् आहूय वदतु इति. किमस्ति यत्र यावत्पर्यन्तं पूर्वं पठितवन्तः केवलम् इति पुनः न पठितवन्तः. उर्णु तत्र आरभ्य पठितवन्तः. अजन् द्वादिगण आरभ्य रूपसिद्धिः. किन्तु आदौ अस्माभिः यत् पठितं, कुत्र कुत्र लिट्लकारस्य प्रयोगः भवति इति, तत्सर्वं विस्मृतं. तत्र अहं चिन्तयामि तत् अतः महोदय पुनः कृतवान्. ओ, आरम्भतः कृतवान् वा? कालान्त तस्मादपि आदौ आसीत् खलु तत्र. किम् अस्ति आदौ आदिमभागे तत्र अत्र पुनः आगच्छति न, यदि भ्वादिगणात्. न न, गणमनुसृत्य चेत् प्रक्रिया तु भिन्नम् अस्ति. तत्र लृट् शेषे च लृट् लृटः परिचयः इति तुमुन्वळो कृतवान्. तत्सर्वं मया विस्मृतं. अहमपि विस्मृति नूतन आसीत् तत्र. अभिज्ञावचने लृट् विभाषा इति आशंसायां भूतवच्च क्षिप्रवचने लृट् तत्र बहु किमपि तत्र अस्ति. अस्तु, रूपसाधनं तु भिन्नम् अस्ति तत्र. प्रायः तावत् चिन्तनं नास्ति मम. आरम्भतः तर्हि एकवारं पश्यामः भवती आकारान्तदातूनां विषये. सामान्य तर्हि भुआदिगणात् आरभ्य क्रियादिगणपर्यन्तं सर्वेषाम् अजन्तदातूनां नृट्लकारस्य रूपसक्तिः इति आरभ्य कुर्मः. आकारान्तानां सामान्यः आकारान्तदातवः, अनन्तरं दरिद्रादातोः विषये उभयमपि वदति वा भगिनि? आम् आकारान्त वयं जानीमः सर्वे आकारान्त एजन्त धातवः अन्यतः सन्ति सो इति यदि अन्यतः सन्ति तत्र इदागमस्य चिन्तनं न भवति यदि दा धातु इति स्वीकुर्मः दा धातु उभयपदी अस्ति सो रूपाणि भवति यथा अत्र दत्तमस्ति दास्यति दास्यथ दास्यन्ति दास्यसि दास्यथ दास्यथ दास्यामि दास्यावः दास्यामः आत्मनेपदे भवन्ति दास्यते दास्येते दास्यन्ते दास्यसे दास्येते दास्यद्वे दास्ये दास्यावहे दास्यामहे दरिद्रधातुः इति विशेषधातुः अस्ति अनेकाच् अस्ति अत्र आकारान् अस्ति किन्तु अनेकाच् अस्ति तत्र इदागमः भवति एकं वार्तिकम् अस्ति दरिद्रा ते आदधातुके विवक्षते आलोपवाच्य तो अनेन दरिद्रा धातोः यत् अस्ति वयं जानीमः स्यति इति आर्धधातुकप्रत्ययः अस्ति आर्धधातुकप्रत्ययबलादि अस्ति अत्र एडागमः भवति तो इष्यति तु दरिद्रायोगः इष्यति किन्तु दरिद्रा वार्तिकेन दरिद्रा ते आर्धधातुके विवक्षते आलोपः भवति सो दरिद्रस्यति इति रूपं भवति यदि एजन्तधातवः सन्ति तत्र आदेशे उपदेशे शिति अनेन सूत्रेण सर्व एजन्तधातव आत्वं भवति एच धातोः आत् उपदेशे अशिति इत्युक्ते उपदेशे अवस्थायामम् एजन्तधातोः आत्वं भवति किन्तु शिति यत् शित् अस्ति तत्र न भवति इति प्रसज्य प्रतिषेधः अस्ति अत्र उदाहरणानि सन्ति धे योगस्यति धास्यति इति भवति ध्यै ध्यासति शो शास्यति गै गास्यति ए ऐ ओ औ एत्रे सर्वे एच् प्रत्याहारे आगच्छति तु आदेश उपदेशति तत्र प्रसक्ति भवति अहमेव इकारान्त करोमि या भवति अस्तु इकारान्त सामान्य इकारान्त धातव ये वयं जानीमः इकारान्त धातु श्री श्री धातु द्वे इति इदागम भवति सेट एते द्वे धातौ सेटौ यथा श्री अति अस्ति तत्र श्री प्रथमं गुणं भवति श्रे श्रेयोग इष्यति तत्र एचो वयावनने श्रवयति इति भवति श्री इति आत्मनेपदे अस्ति तो श्रेय इति श्रेयते अश्रेयत इति लुङ्लकारे भवति श्वी इति परस्मैपदे अस्ति तु तत्र श्वे प्रथमं श्वे भवति गुणं कृत्वा तदनन्तरं श्वे योग इष्यति श्वयिष्यति इति भवति अश्वशयत् इति भवति किन्तु ये सामान्य इकारान्तधातव यत्र अस्ति जी चि इति यत्र जी अस्ति तत्र सार्वधातुक अर्धधातुकयोजन गुणं भवति जे जे तदनन्तरं जे इदानीम् एचन्तधातुः अस्ति तु आदेशोपदेशो अनेन आत्वं भवेत् जा भवेत् किन्तु जा न भवति कारणं कि उपदेश अवस्था नास्ति इदानीं जे तु केवलं गुण भवति जे इति अस्ति एणको एण् प्रत्याहारे आगच्छति आदेशप्रत्योजने सकारस्य शकार भवति जेष्यति इति भवति चि अपि चि इति अपि अन्यतः सो केवलं सार्वधातुकाद् आर्धधातुकयोनेन गुण तदनन्तरम् आदेशप्रत्यश प्रत्ययो अनेन मूर्धन्यशत्वं सो चेष्यति अधिष्यति अधि इष्यति एष्यति इति भवेत् यत् उपसर्गपूर्वम् अस्ति तु अधियेष्यति इति रूपं भवेत् श्री श्री अहम् उक्तवती कारणकी इदागमः एचु अवयवसि तदनन्तरं दुमीन् प्रेषणे मीनाति मिनोति दीन् ल्यपि च इति सूत्रमस्ति, विशिष्टसूत्रम्, यत्र विशिष्ट कार्यं भवति. मीनाति इति अत्र स्तिपा निर्दिष्टमस्ति, मीनाति मिनोति दीन् इति साक्षात् धातु उक्तमस्ति. तो किं भवति, परनिमित्तमस्ति, एच निमित्तश्चित् भिन्न प्रत्यय भवेत्. एच निमित्तश्चित् भिन्न प्रत्यय यत्र इत्युक्ते यदि अर्धधातुकप्रत्यये परे किविध इति अर्धधातुकं न दत्तमस्ति, किन्तु यदि एच् जायमानगुण अस्ति तदानीं तत् गुणस्य आत्वं भवति. तो एच् निमित्तश्चित् भिन्न, षित् भिन्न अस्ति, तो अतः फलित अर्थमस्ति अर्धधातुकप्रत्ययः, कारणकी सार्वधातुकप्रत्ययः वयं जानीमः ते षित् भवन्ति. अतः मिनाति अनुवृत्तिसहितरूपम् अस्ति, मिनाति मिनोति दीङ् आम् आक् ल्यपि च एच् निमित्तप्रत्यय उपदेशे अशिति. तो इदानीं महोदय इवन् सूत्रस्य सङ्ख्या दृष्टवा अस्माभिः उक्तवान् पठतु, 6150 मीनाति मिनोति अस्ति उपदेशे अशिति, 6145 अस्ति तत्र उपदेशे अशिति, अस्य अनुवृत्ति आगच्छति. मीनाति मिनोति दीनाम् इति षष्ठी विभक्ति षष्ठ्यम् अस्ति, अतः तत्र स्थाने अस्ति मी मी मि दी, तेषाम् अश्रित् आत्वं भवति, आत् इति प्रथमा भक्ति, अपि ल्यपि अपि अन्य निमित्तमस्ति, ल्यपि च एच् उपदेशे अशिति. तो एच् निमित्तं शिति भिन्न प्रत्यय यत् अस्ति तत्र जायमान एत्वं भवति, तत्र आत्वम् आगच्छति. उदाहरणमस्ति अत्र डुमीन् योगस्यति, अत्र डुमीन् इति डुकारस्य इति संज्ञा, हलन्त अनेन ञकारस्य डु इति आदि न्यू टु डु अनेन भवति. तदनन्तरं मी स्यति इति आर्धधातुकप्रत्ययः अस्ति, अत्र मी मे भवे भवेत्, किन्तु अनेन सूत्रेण मीनाति मिनोति दीन् दीनां ल्यपि च अनेन मा भवति, तो मा स्यति इति रूपं भवति. तथैव इकारान्तधातव सामान्य इकारान्तधातव अपि यथा इकारान्त वयं जानीमः इकारान्तधातव डीङ् शीङ् द्वे इति सेटौ धातु डीङ् शीङ् द्वयो द्वौ धातु ङित् अस्ति, तु आत्मनेपदित्वं भवति, किन्तु अहं चिन्तयामि डीङ् इति उभयपदी अपि भवति. अस्तु, सो ये सामान्य ईकारान्त धातवः सन्ति यथा नी, तत्र नी इति अन्यत अस्ति, अतः स्यति इत्यस्य डागमनं भवति, नी सार्वधातुक अर्धधातुकयो अनेन ने भवति, तदनन्तरम् आदेशप्रत्ययो अनेन षत्वं, सो नेष्यति, भी भेष्यति, क्री क्रेष्यति इति भवति. डीन् शीङ् सार्वधातुक आर्धधातुकयोनेन डे डे, तदनन्तरम् एचो वयावनेन दयिष्यते, शीङ् शयिष्यते इति अस्ति. तदनन्तरं धी धी वेवि इति द्वौ विशिष्टरूपं भवति तेषां, वयं दीदि वेवि द्वौ अनेकाच् अस्ति, अनेकाच् इति इडागम अनुकूलः भवेत्. दीदिङ् वेविङ् इति धातु च इट् इत्यागमस्य च एषां गुणवृद्धिः च न भवतः, तो गुणबाधितं भवति. तो दी अनुवृत्तिसहितसूत्रमस्ति दीदि वेवि इतां इकः गुणवृद्धिः न, तो यत्र इडागम इडागमपरे भवेत् तत्र गुणवृद्धिः न भवति. तदनन्तरं द्वितीयसूत्रमस्ति यी वनयो दीधि वेव्यो यकारादि चैकारादि प्रत्यपरे दीधि वेवि इति धात्वो इकारस्य लोप भवति. तो अत्र यी वनयो दीधि वेव्योः यदा इदागम प्रयुक्त प्रत्यय परे अस्ति तत्र गुणवृद्धिः न भवति अपि अनेन ईकारस्य लोपः भवति. तो यथा दीधि योग इष्यते अस्ति तो दीधि वेवि सार्वधातुक अनेन गुण भवेत् दीधे भवेत् किन्तु तत् बाधित्वा यी वनयो दीधि वेव्यो अनेन ईकारस्य लोपः भवति तु दीदिष्यते इति रूपं भवति तथैव वेविष्यते इति रूपं भवति. मी हिंसायाम् इति अहम् उक्तवती पूर्वं साधु. अत्र रूपाणि अस्ति प्र प्रमा इति अस्ति उपसर्गसहितरूपं दत्तमस्ति प्रमास्यति दीङ् इति अपि उपसर्गपूर्वम् उपदेश्यति अत्र उपदास्यते इति भवति दीदा भवति. अवगतं लीङ् अपि उक्तवती खलु लीङ् लीङ् श्लेषणे इति धातुः अस्ति समान अत्र क्रम सूत्रक्रम 6151 तो यत् मीनाति मिनोति दीङ् इति ल्यपि च तत्र अस्ति 6150 तो तस्मात् सूत्रात् अनुवृत्ति आगच्छति एच् निमित्त उपदेशेष्यति ल्यपि अपि इति अस्ति. तु विभाषा लियते यदि लीङ् अस्ति तत्र आत्वं भवति विकल्पेन यत्र पूर्वं विद्धिः अस्ति तस्य विकल्पः अस्ति अत्र यत् अपि एच् भिन्नश्चित् प्रत्ययः भवेत् परे सो यथा त्यति वयं जानीमः इति एच् षित् भिन्न आर्धधातुकप्रत्ययः अस्ति सो एकपक्षे गुणः भवति यस्मिन् आत्वं न भवति विभाषा लियते अनेन सो तत्र लेत्यते भवति अन्यपक्षे यत्र आत्वं भवति तत्र लास्यते भवति ओ लेष्यते तत्र आदेशप्रत्ययोपि आगच्छति. मणिमहोदयस्य भङ्गः जायते इति मन्ये धारायाः अहं वदामि. तर्हि उकारान्तदातवः इति तत्र तु सामान्य उकारान्तदातवः इति वर्तन्ते तत्र तु केवलं हूष्यति तत्र तु सार्वधातुकार्धात्क्योनि इत्यनेन गुणः भवति होष्यति इति भवति हो भवति तदनन्तरम् आदेशप्रत्ययः इत्यनेन होष्यति इति जायते तदा तद्विहाय अनन्तरं वयं तु षड् धातूनां विषये वयं पठितवन्तः अजादिपक्षे तत्र तु यूरुनु स्नु क्षु क्ष्णु इत्येते धातवः सेटः इति उक्तवन्तः तर्हि इडागमः जायते. उदाहरणार्थं युयोग इष्यति इति अस्ति तत्र तु यो भूत्वा अनन्तरम् एचोयवायावः सर्वदात्कार्धात्क्यो इत्यनेन यो भवति तदनन्तरम् एचोयवाहावयावायावः इत्यनेन यो भवति अवादेशः भूत्वा यविष्यति इति रूपं प्राप्नुमः वयं तथा एव तत्र षड्धातवः सन्ति युरु नु स्नु क्षु क्ष्णु इति. अनन्तरं तत्र विशिष्टता धातूनां पुनः तत्र किम् अस्ति तत्र कुटादिगणीय उकारान्तदातवः वर्तन्ते इति तत्र घाङ्कुटादिभ्यो निमित् इति सूत्रेण अनन्तरं कुटादिगणीयधातुभ्यः यत्र नित् भिन्नप्रत्ययाः वर्तन्ते तत्र ते तु तेषां गुणकार्यं न भवति निद्वद्भवन्ति इति. तर्हि तत्र किं भवति तत्र तु उदाहरणार्थं गु इति धातुः गु स्यति इत्यस्मिन् गोस्यति इति न घोष्यति इति न भवति तत्र तु गुष्यति इत्येव स्थास्यति खलु गुष्यति इत्येव प्राप्नुमः वयं. तदनन्तरम् ऊर्णुधातुः अस्ति तत्र विशिष्ट उकारान्तदातूनां विषये तु ऊर्णुति तु ऊकारान्तदातुः अस्ति खलु तर्हि तावदेव अस्ति भगिनि क्षम्यताम् ऊर्णोपि ऊकारान्तदातुः अस्ति तत्र विभाषोर्णोः इति सूत्रेण तत्र विकल्पेन इटागमः जायते, तत्र सेप् सेप् भवति, तत्र यत्र अनिट् भवति तत्र तु ऊर्णुयोगः स्यति इति भूत्वा ऊर्णोष्यति इति भवति, तदनन्तरं यत्र सेव् भवति यत्र इडागमः जायते तत्र तु ऊर्णुयोगः इष्यति इत्यस्मिन् ऊर्णो ऊर्णविष्यति ऊर्णो अनन्तरं किम् अस्ति क्षम्यताम् अत्र तु तत्र अत्र तु अनेकालस्य इति कृत्वा नित्यम् इडागमः भवति, केवलं यः इडागमः तत्र विकल्पेन तत्र निद्वद् भवति। ओ अस्तु, इडागमः तु नित्यं भवति किन्तु यः इडागमः जायते सः तु विकल्पेन निद्वद् भवति, तर्हि इडागमः वैकल्पिकः नास्ति किन्तु निद्वत्त्वं वैकल्पिकमस्ति। इकारस्य इडागमः यत्र इडागमः जातः सः तु वैकल्पिकं भवति, तर्हि ऊर्णुयोगः इष्यति इत्यस्मिन् यत्र इडागमः निषिद्धः जायते तत्र तु ऊर्णो योगः इष्यति भूत्वा एको एवः इत्यनेन ऊर्णविष्यति इति जायते। यत्र इडागमः गुणकार्यं निषिद्धं भवति तत्र तु सार्वधातुकार्धातुक्योः इति कार्यं न भवेत्, तत्र तु अचिष्णुधातु ब्रुवाङ् युवोर्यङ्गुवङ्गौ इत्यनेन उवङ्गादेशः जायते, ऊर्णविष्यति इति रूपं प्राप्नुमः वयम्। तदनन्तरम् अस्ति ऊकारान्तदातवः इति, तत्र तु सामान्य ऊकारान्तदातः वयं तु पठितवन्तः सर्वे अपि ऊकारान्तदातवः सेटः सेटः सन्ति इति, तर्हि भूयोगः इष्यति इत्यस्मिन् भो भूत्वा सार्धात्कयोः अर्धात्कयोः इत्यनेन अनन्तरम् एचोयवायावः इत्यनेन भविष्यति इति प्राप्नुमः। अत्र तु किम् अस्ति विशिष्ट तत्र अत्र विशिष्ट धातुः अस्ति वा तत्र ओ तत्र चत्वारः ऊकारान्तदातः वेटः इति वयं पठितवन्तः, घू इति कम्पने इति तत्र स्वादिगणे क्रियादिगणे च, अनन्तरं स्वरति सूति किमस्ति स्वरति सूति सूयति गुन्युदितो वा इति सूत्रेण स्वरति सूति इति सुधातुद्वयं, तदनन्तरं गून् इत्यनेन गुधातुद्वयं इति वयं पठितवन्तः, चत्वारः धातवः ये वेटः सन्ति, तर्हि घूयोगः इष्यति इत्यस्मिन् तत्र वेटस्ति इति कृत्वा एकस्मिन् पक्षे इडागमः जायते घविष्यति इति सामान्यतया यथा भवति, अन्यस्मिन् पक्षे अनेट् अस्ति इति कृत्वा घोष्यति इति भवति, तथैव सुधातोः अपि सविष्यति अनन्तरं शोष्यति इति रूपं प्राप्नुमः। पुनः अग्रे उकारान्तदातूनां कुठादिगणे अपि ऊकारान्तदातवः सन्ति, नू नू इति नू धू इति, तत्र तु कुटादिगणीयधातोः ये सन्ति तेषां तु तत्र घाङ्कुटादिभ्यो निमित्ति सूत्रेण तत्र गुणकार्यं निषिद्धं भवति, तत्र सेटः तु सन्ति एव किन्तु गुणकार्यं निषिद्धं भवन्ति इति कृत्वा अत्र किं भवति नू योगः इष्यति इत्यस्मिन् नुविष्यति इति उवङ्गादेशः जायते अत्र। तदनन्तरं किम् आसीत् एवमेव गुधातोः अपि भविष्यति इति, अनन्तरं भ्रूधातोः विषये पुनः बच् इति आदेशः जायते, अत्र तु धातु आदेशः भवति, बच् योगः स्यति इति भूत्वा अत्र तु चोहोकुः इति सामान्यसन्धिकार्यं, चोहोकुः इत्यनेन किं भवति वक् योगः स्यति, अनन्तरम् आदेशप्रत्योः इत्यनेन वक्ष्यति इति रूपं प्राप्नुमः वयं। तावत् आसीत् ऊकारान्तदातूनां विषये। अन्यत् किमपि अत्र किं स्मर्तव्यम् इत्युक्ते कुटादिगण्यधातूनां विषये तु किञ्चित् स्मरणं तत्र अस्माकं तु रटनं न जातं खलु, तर्हि तत्र स्मर्तव्यं कुटादिगण्यधातवस्मरणम् अपि वेद्धातव के सन्ति यदा चत्वारि शेत छातव शेत स्वरति सूति सूयति गुणितो वा तत् स्मर्तुं शक्नुमः। गुणादिगणे धातवः अनन्तरम् ऊर्णो धातुः अनन्तरम् ऊकारान्तरं तु पुनः गुटादिगणे धातवः अनन्तरं भ्रूधातोः विषये स्मर्तुं भ्रुवचि अपि वयं जानीमः सूत्रं तद् सर्वं इदानीं सुब्रह्मण्यं महोदय अस्ति रिकारान्त धातु तस्य धारायाः तत्र मध्ये मध्ये भङ्गः जायते इति मन्ये महोदय अस्ति वा frequently goes mahodaya I don't know second अप्लिकेशन् अप्ग्रेड् कृतवान् वा मेनि टैम्स् वेण्ट् ऐ मैसेल्फ् विल् नाट् वेण्ट् बट् इट् लिङ्क् गोस् अप् त्रू मोबैल् आल्सो ऐ ट्रैड् ऐ डोण्ट् नो द ओल्ड् प्राब्लम् इस् अस्तु अस्तु अस्तु ऐ थाट् दट् सः गतवान् पुनः अस्तु भगिनी वदति वा भगिनी अग्रे अस्तु ऋकारान्त धातव वयं जानीमः व्रिङ् क्षम्यता व्रिङ् व्रिङ् द्वे द्वौ धातु इति पठितवन्तः इति मन्ये महोदय तत्र एवं लिखितवान् तर्हि पठामः वयमपि पठामः अस्तु अत्र गुणकार्यं भवति यथा अपेक्षितं सार्वधातुकयो इति सूत्रेण व्रिङ् विङ् इति द्वौ धातु सेटौ स्वृ धातु वेट् एतान् त्रीन् धातून् विहाय अन्ये सर्वे एकाच् ऋकारान्त धातव अन्यतः परन्तु ऋद्धनोस्ये इत्यनेन सर्वे ऋकारान्तधातव हन् धातु च स्य प्रत्यये सेट भवन्ति अनेन स्व धातु अपि सेट् भवति अतः अन्ततो गत्वा स्य प्रत्ययपरे सर्वे ऋकारान्तधातव सेटः एव कृयोग इष्यति सार्वधातुक अर्धधातुके वर्णने करिष्यति धृयोग इष्यति सार्वधातुके वर्णने धर् योग इष्यति धरिष्यति भृ भरिष्यति इति वयं जानीमः व्रिङ् व्रिञ्ज् द्वौ धातु इति सेतौ सो व्रिङ् इति वरिष्यति प्रथमं गुणः भवति वर् योगयिष्यति व्रिङ् इति नृत्वात् आत्मनेपदी भवति तु वरिष्यति इति भवति व्रिञ् इति नृत्वात् इति उभयपदी भवति तो वरिष्यते वरिष्यति इति भवति तत्र किन्तु एकं विशिष्टसूत्रमस्ति ऋद्धनो ये तस्य ऋदन्तधातव अपि हन् धातु स्य प्रत्ययपरे इडागम भवति अतः तत् सर्वे ऋदन्तधातव स्य प्रत्ययपरे इदान् सेतः सन्ति इति भवति सो तथा यथा इदानीं वयं दृष्टवन्तः कृ करिष्यति धृ धरिष्यति भृ भरिष्यति इति भवति सूत्रमस्ति ऋद्धनोस्ये इत्यनेन ऋकारान्तधातव हन् धातु च स्य प्रत्यये सेत भवन्ति ऋकारान्तानां धातूनां हन्तेश्च स्य इडागमो भवति इति काशिकायाम् ऋद् हन्तेश्च स्यस्य स्यात् इति सिद्धान्तकौमुद्यां ऋद् च हन् च तयोः इतरेतरद्वन्द्व ऋद्धनौ ऋद्धनौ तयोः ऋद्धनौ झलाञ्चशोन्ते झयोः अन्यतरस्यां ऋद्धनौ षष्ट्यन्तं पञ्चमे अर्थे षष्ठी स्ये सप्तम्यन्तं षष्ट्यर्थे सप्तमी द्विपदमिदं सूत्रम् आर्धधातुकस्य इद् बलादे इत्यस्मात् इत् इत्यस्य अनुवृत्ति अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ऋद्धनो अङ्गयोः ऋदानाभ्याम् अङ्गाभ्यां स्ये इत् तो ऋकारान्तधातु हन् धातुः तेषां परे इतोपि पञ्चमी विभक्त्याम् अस्ति द्वयोरा साधु भगिनि ऋद्धनो पञ्चमी भवेत् षष्ट्यन्तमर्थं पञ्चमी अर्थे षष्ठी इति दत्तमस्ति अस्ति किन्तु तस्य परे राइट् हनो इति सत्यं किन्तु सूत्रे तु पञ्चम्यर्थे एव तत्र किमस्ति षष्ठी एव दत्तमस्ति साक्षात् पञ्चम भवेत् इति कृत्वा एव पञ्चम्यर्थे षष्ठी षष्ठी इति दत्तमस्ति स्य प्रत्यये परे तत्र इडागमः अस्ति ऋकारान्तधातु अपि रित् धनो रित् योग हन् रैट् तत्र सन्धिः जातः खलु पूर्वरूपसन्धिः जातः खलु यर् तत्र किम् अस्ति झयः हो अन्यतरस्याम् इति आं भगिनि किं भवति जयोः अन्यतरसामान्य जय उत्तरस्य हकारस्य विकल्पेन तत्र चतुर्थवर्ण आदेशः भवति ओके अस्तु जयः इत्यनेन के के वर्णाः गृह्यन्ते तृतीय अनेन तृतीय चतुर्थ प्रथम द्वितीय चतुर्थ तृतीय वन् टु त्री फोर् तेषां तेषां परे यदि हकारः अस्ति चेत् तत्र चतुर्थवर्णः आदेशः भवति अस्तु पूर्वसवर्णसन्धिः पूर्वसवर्ण तत्र हकारस्य हकारात् पूर्वं यः वर्णः अस्ति तस्य सवर्णचतुर्थवर्णः आदेशः भवति तत्र कवर्गीयः अस्ति चेत् घकारः जायते हकारस्य कवर्गीय अस्ति चेत् ढकारः जायते तादृशं तवर्गीय ढकारः हृद् इति कवर्गीय अस्ति इति कृत्वा ढकारः जातः अत्र हृद् इति तपरकरणम् अस्ति तकार इति स्वीकृतमस्ति महोदयेनैव अत्र दत्तवान् महोदय जलाञ्जशन्ति जयोः न्यतरस्याम् इति दत्तवान् महोदय आमाम् अधुना अहं सन्धिविषयान् पठन्ती अस्मि भगिनी अहं तत्र वर्गे पाठयामि तदा एव अधुना अहं पठन्ती अस्मि नो चेत् मम तु पूर्वं ज्ञानमेव नासीत् महोदयस्य पाठनसमये सर्वमपि तत्र मिश्रणं जातं मिश्रणं अपि शान्त यथा सकार अस्ति भगिनि सकारान्त दातव यदि सन्ति वयं सकारपरे सकारान्तधातुपरे यदि अपदान्ते अस्ति या पदान्ते अस्ति तस्य का गतिः भवति बीजनिम् ससजिशोरुः सकारे पदान्ते अस्ति तत्र ससजिशोरुः भवति पदान्तकार्यमेव अधुना पठन्ति अस्मि यदि अपदान्ते अस्ति तत्र का गतिः भवति तत्र नष्टा पद् नश्वा किमस्ति तत् सूत्रं तत्त्वसन्धि अस्ति नश्वान् पुनः सूत्रमपि न जानामि भगिनि नश्वान्तसं सूत्रम् अस्ति सत्त्वसन्धि भवति तत्र अपदान्ते एकनिमिषं पश्यामि महोदयस्य करपत्रे अस्ति तत् नश्वा इति भवति वा चिन्तयामि इति अस्ति नश्यव्यप्रशान् इति नश्यव्यप्रशान् तदपि पदस्य एव भवति भगिनि अम्परे चवि पदस्य नः रुः इति भवति ओ पदान्तनकारात् पदान्तनकारात् शब्दः यद् परः यदि मोनुस्वर तत्र मकारस्य अनुस्वार भवति किन्तु यत् नकारपदान्ते अस्ति तस्य का तत्र इति तत्र तु तत्र किं भवति किं सूत्रं पुनः वदतु भगिनी नश्व अत्र नकारस्य रु रुत्वं भवति भगिनि नकारे परे यदि चौवर्णः अस्ति चवि अप्रशान् इति अस्ति खलु नः नकारस्य नस्थाने नः इत्यनेन नः स्थाने चवि चव्यप्रशान् इति अस्ति खलु चवि परे अनन्तरं कीदृशचौवर्णः इत्युक्ते अम्परः चौवर्णः भवेत् तस्मात् परः अम्परः भवेत् तादृशस्थितिः अस्ति चेत् तदा तु किं भवति तत्र नकारस्य ऋत्वं भवति रु इति जायते तदनन्तरं यत्र रु जायते तत् तदा तु अत्र अनुनासिकपूर्वस्य तु वा इत्यनेन तत्र किं भवति रु इति रु इत्यस्मात् पूर्वम् अनुनासिकः आगच्छति, नो चेत् अनुनासिकात् परोनुस्वारः इति भूत्वा अनुनासिकवर्णः परपि भवति तादृशम्। तत्र तु अन्ततो गत्वा नकार तत्र अनुस्वारः अनन्तरं रु इत्यपि भवति, तदनन्तरं कर्वसानयो विसर्जनीयः इति जायते, तदनन्तरं विसर्जनीयस्य सः इति। तो अपदान्ते सकारस्य अपि सिपि परे इति कम् अस्ति खलु, तत्र तु सिपि परे तु भिन्नम् अस्ति खलु, सकारे परे सिपि अनस्ते सिपि अनस्ते तिपि परे तत्तु, तदनन्तरं किम् आसीत् तत्र मध्ये सकारः अस्ति चेत् हल् वर्णद्वयम् अस्ति मध्ये सकारः अस्ति, हल्याभ्यो दीर्घसूतिस्य पृक्तं हल्, तदनन्तरं किम् आसीत् वयम् इदानीं कृतवन्तः विद्याभगिनी सह, तदनन्तरं तत्र रेफस्य यदि रेपः अस्ति चेत् तत्र लोपः जायते इति, राक्षस्य इति राक्षस्य इत्यस्मात् पूर्वं किमपि अस्ति खलु, तत्र संयोगान्तस्य लोपः, क्षम्यतां संयोगान्तस्य लोपः राक्षस्य राक्षस्य इत्यनेन सस्य एव रेफ आदौ भवेत् सकारस्य एव रूपः भवति, अन्त्य अन्यवर्यवर्णस्य अन्यवर्गस्य न भवति, एकम् एक पदान्तसकारस्य रेपः अस्ति चेत् तत्र सकारस्य एव भवति रेपस्य न भवति इति राक्षस्य आमां राक्षस्य अनेन। अनन्तरं तत्र स्कोः संयोगाद्योरन्ते च इत्यपि पठितवन्तः साधु किं संयोगः ककार ककार संयोगस्य आदौ भवेत् तत्र ककार ककारस्य रूपः भवति लोपः भवति इति तावदेव आसीत् खलु मध्ये सकारस्य किन्तु तिप्पि अनस्ते इति अस्ति तत्र तिप्पि अनस्ति अनन्तरं सिप् परे सकारे परे सिपि धातोरुर्वा इति सिपि परे धातोः रु विकल्पेन आदेशः भवति, अन्यस्मिन् पक्षे डः अपि आदेशः भवति डकार अपि ओके अस्माकं पाठं प्रति गच्छामः। कियत् पठितवती अधुना ऋद्धनोः स्येः इति पठितवती अहं पठामि वा वृङ् वृङ् वृङ् वृङ् इत्यनयोः विकल्पेन इटः दीर्घत्वं वृ वृतो वा इति सूत्रम् इत्यनेन वृ धातोः ऋकारान्तेभ्यः धातुभ्यः एतत् न ऋकारान्तेभ्यः दोषेण लिखितं ऋकारान्तेभ्यः धातुभ्यः इट् वा दीर्घः भवति, वृ इत्यनेन वृङ् वृन् सामान्येन ग्रहणं भवति, तदा तु वृङ् योगः इष्यते, अधुना ऋकारान्तधातुः अस्ति सार्वधातुको अर्थधातुको इत्यनेन वर् भवति वर्योगः इष्यते इति, वृतो वा इत्यनेन अत्र यः इट् अस्ति तस्य तु दीर्घः जायते विकल्पेन, तर्हि दीर्घरिकारान्तधातुः अपि न अत्र तु वृवृ योजयित्वा एव वृ इति जायते नो पर वृ धातो ऋकारान्ते सूत्रं पठति तथा आगच्छति अस्तु ह्रस्वऋकारान्तः अस्ति खलु दीर्घ दृश्यते न न न वृ वृ इत्यनेन वृ द्वयेन वृ इति जायते दीर्घऋकारः तत्र वृ प्लस् वृ वृ इति जातः अस्तु तत्र अहम् अष्टाध्यायी मध्ये पश्यन् महोदयस्य तु ऋकारान्तेभ्यः इति लतवान् महोदयः वृतो वा वृतो वा वृ इति वृं वृञो सामान्येन ग्रहणं तदुत्तरस्य ऋकारान्तेभ्यः एव अत्रापि दोषः कृतः अस्ति ऋकारान्तमेव भगिनि तत्र दोषेण गृहीतम् अस्ति ऋकारः गृहीतः अस्ति महोदयस्य द्वितीय वाक्यं यदा भवती पठति तत्रापि पुनः दोषः एव तत्र दोषेनैव लिखितमस्ति भगिनि दीर्घो भवति इति काशिकायां दीर्घो भवति तत्र इट् इटा इडागमस्य दीर्घः भवति तावदेव तर्हि वृ इति वृवृञो सामान्य तदुत्तरस्य ऋकारान्तेभ्यः तदुत्तरस्य लल तस्मात् उत्तरं ऋकारः इति नास्ति तत्र तस्यैव ऋकारान्तेभ्यः तेभ्यः ऋकारान्तेभ्यः इटः वा दीर्घो भवति इति काशिकायाम् अधोभागे त्रि धातु इति दीर्घरिकारान्तधातु अस्ति धातु तत्रापि दत्तमस्ति दरिष्यति रूपं तर्हि वृ अनन्तरं ऋकारान्त धातु दीर्घरिकारान्तधातु आम् तर्हि वृ इत्यस्मात् अनन्तरं तत् उत्तरस्य ऋकारान्तधातुभ्यः इति वक्तुं न शक्नुमः खलु वृधातुः वृधातुः अनन्तरं ऋकारान्त ऋकारान्तधातूनाम् एकनिमिषं तत्र काशिकायां पठामि किमर्थं तस्मादुत्तरस्य ऋकारान्तेभ्यो इति तस्मादुत्तरस्य इति किमर्थं वृ अपि दीर्घरिकारान्त तत्र समानदीर्घसन्धिः भवन्ति धातु अतः व्रीतो वा इति दत्तमस्ति इति दत्तमस्ति किन्तु काशिकायां तदुत्तरस्य इति दत्तमस्ति खलु तदेव अहं न उत्तरमिति नास्ति वृ अनन्तरं ऋकारान्तानाम् इति अहं ऋकारान्तेभ्यः तत्र यः इडागमः अस्ति तस्य तु दीर्घत्वं भवति विकल्प तत्र पूर्णतेन पठामि तत्र दोषः वर्तते इति आहत्य वयं स्वीकुर्मः धातो वृ इति यत् वृङ् अपि दीर्घरिकारान्त धातव साधु धातु तथैव किन्तु अत्र अन्ये हृत्वरिकारान्त धातु यथा कृ वृ तेषां ग्रहणं न भवति केवलं वृ धातुः पुनः वदतु आम् आम् हस्वरिकारान्तरवति आम् आम् आं सत्यं तर्हि वृतः अङ्गात् इटः वा दीर्घः अलिटि इति लिट् मास्तु इत्यपि अस्ति वृतो वा तदा तु किं भवति तत्र वृ योगः इष्यते तत्र वरिष्यते इति वरीष्यते इति अन्यत् रूपं द्वयं भवति विकल्पेन दीर्घत्व अग्रे तु ऋकारान्त दातव्यः इति अस्ति पठति वा अस्तु ऋकार अस्ति महोदय न कृतवान् इति या वृतो वा न कृतवान् ओ न कृतवान् किन्तु महोदयस्य पत्रे तु ऋकारान्त दातवः इति लिखितवान् वयं न पठितवन्तः किन्तु पठित एकमेव अस्ति दीर्घरिकारात् यथा अधीतवन्तः इडागम पाठे सर्वे एकाशः ऋकारान्त दातवः सेतः अत्र सर्वत्र इडागमसहित सिद्धसिंहप्रत्ययाः संयोजनीयाः अपि च गुणकार्यं भवति यथा अपेक्षितं सार्वधातुक अर्धधातुकयोः इति सूत्रेण तदा यथा दृष्टमपि वृतो वा इत्यनेन सर्वेभ्य ऋकारान्तधातवधातुभ्य विधीयमानानां चेत् प्रत्ययानां विकल्पेन इडागमविकल्पेन दीर्घ भवति त्रियोग इष्यति सार्वधातुक अर्धधातुकयोजने तर्योग इष्यति तरिष्यति वृतो वा इत्यनेन ऋकारान्तेभ्य धातुभ्य एटो वा दीर्घ भवति तरिष्यति तरिष्यति तरिष्यति इति रूपं तु दीर्घऋकारान्तधातव सामान्यतः सर्वे सेतः यथा वयं पूर्वं दृष्टवन्तः त्रिधातु त्र तत्र पुनरपर भवति सार्वधातुक अर्धधातुकयोजने अर् आगच्छति तु तर् तर् योग इष्यति तरिष्यति भवति, तदनन्तरं वृतो वा अनेन विकल्पेन यदागमः भवति तु एकपक्षे सरिष्यति, अन्यपक्षे वृतो वा अनेन दीर्घत्वं भवति यदागमः सरिष्यति। तथैव श्रीयोगयिष्यति, एकपक्षे सरिष्यति अन्यपक्षे चरिष्यति, जृयोगयिष्यति जरिष्यति चरिष्यति, गृहयोगयिष्यति जरिष्यति चरिष्यति इति रूपाणि। अहं चिन्तामि अग्रे अग्रिमे वरे महोदय अस्माभिः अभ्यासं किन्तु भगिन्या भागमोढुं शक्यते किं भगिनी? मम तु न शक्यते, किमर्थम् इत्युक्ते भारतसमीकरणस्य मुद्रणस्य स्थगनं करोमि।